सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां शतम्। अस्माकं तत्र प्रवर्तमानकरपत्रमासीत् सूत्रेषु बलाबलचिन्तनं, तत्र परिच्छेदे तत्र किञ्चित् इत्युक्ते तत्र यः अन्ते केचन तत्र परिभाषाः दत्ताः सन्ति, तेषु प्रथमं परिभाषा तत्र अस्ति अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषा अस्ति। अस्य परिभाषायार्थः कः इत्युक्ते कुत्र अस्य परिभाषायाः प्रयोगः भवति तस्य विषये विद्याभग्न्याः एकं करपत्रमस्ति, तया एव निर्मितं करपत्रम् अस्ति। किञ्चित् पठनम् अपकरपत्रस्य विषये पठामः, अपि च किञ्चित् तत्र परिभाषाविषये किञ्चित् अवगन्तुं शक्यते वा न शक्यते तद् पश्यामः। सो अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषा अस्ति। अत्र अनन्तरस्य इत्यनेन अव्यवहितस्य, इत्युक्ते यदि वयं डिक्षनरि मध्ये अनन्तर इति शब्दस्य अर्थं पश्यामः चेत् तत्र लिखितमस्ति अव्यवहितस्य, इत्युक्ते तत्र व्यवधानं विना यत् अस्ति तस्य तस्य पूर्वस्य एव विधिः अस्ति। इत्युक्ते यदि सूत्रद्वयं तत्र स्तः, प्रथमं सूत्रं वन् ए सूत्रं, द्वितीयसूत्रं बि सूत्रम् अस्ति। बि सूत्रे यदि कापि अन्य कोऽपि विधिः अस्ति अथवा प्रतिषेधस्य विषये बि सूत्रं वदति चेत् सः प्रतिषेधः, यदि तस्मिन् सूत्रे किञ्चित् स्पष्टता नास्ति प्रतिषेधः कस्य अथवा विधिः कस्य, तत्र एतत् परिभाषा आगत्य सहायता करोति। अत्र यः प्रतिषेधः अथवा विधिः अस्ति द्वयमपि भवितुं शक्नोति, विधिः अपि भवितुं अथवा प्रतिषेधः अपि निषेधः अपि भवितुं शक्नोति। सः निषेधः यः पूर्वस्य अव्यवहितस्य एव भवति, न तु अनन्तरस्य, इत्युक्ते न तु अव्यवहितस्य। सो व्यवधानं विना यत् पूर्वे पदम् अस्ति तस्य सह एव तस्य अन्वयः भवति, विधिः तत्र एव भवति, अव्यवहितस्य एव भवति। व्यवहितम् अस्ति चेत् इत्युक्ते तत्र मध्ये केचन पदाः सन्ति चेत् अनन्तरं किमपि अन्यत् तत्त्वम् उक्तम् अस्ति चेत् पदार्थम् उक्तम् अस्ति चेत् तस्य विषये न भवति, यः अव्यवहितम् अस्ति तस्य एव भवति। सो अनन्तरस्य एव विधिः अस्ति अथवा प्रतिषेधः अस्ति, न तु व्यवहितस्य, अनन्तरस्य इत्युक्ते अव्यवहितस्य इति तत् स्थूलं भवति। इतोपि करपत्रं पठित्वा किञ्चित् पठामः। अस्तु, चेतना भगिनी प्रारम्भं करोतु भगिनि। अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषा, अनन्तरस्य विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति, न तु व्यवहितस्य इति परिभाषार्थः। अन्याः परिभाषायां वा इति शब्दः च इत्यस्मिन् अर्थे प्रयुक्तः अस्ति। हा महोदय, अस्यां परिभाषायां मया मध्ये न श्रुतम्। अस्यां परिभाषायां वा इति शब्दः च इत्यस्मिन् अर्थे प्रयुक्तः अस्ति इत्यतः एव विधिः निषेधः च द्वयमपि अनन्तरस्य अर्थात् समीपवर्तिनः एव भवति एवं प्रकारेण अस्यां परिभाषायां समीपवर्तिनः निधानं वा निषेधः क्रियते यतोहि समीपवर्तिनः एव प्रथमोपस्थितिः भवति यः व्यवहितः भवति तस्य उपस्थितिः विलम्बेन भवति इति स्वाभाविकः एव अतः अनया परिभाषाया शीघ्र उपस्थितस्य समीपवर्तिनः एव विधानम् अथवा निषेधः क्रियते अनन्तरस्य विधिर्वा परिषेधो वा इति परिभाषा तस्य विषयः अस्ति अनन्तरस्य इत्युक्ते अव्यवहितस्य इति अव्यवहितः इति पदम् अव्यवहितपदं तस्य अव्यवहितस्य पूर्वस्य अव्यवहितस्य पूर्वस्य इत्युक्ते व्यवधानं विहाय यः अस्ति तस्य विषये अस्ति सामान्यतः वा इत्युक्ते च इति अर्थं न सामान्यतया वा इत्युक्ते विकल्पः अत्र वा इति च इति अर्थः ओ अत्र वा इत्युक्ते च इति अर्थः इत्युक्ते भगिनी अत्र वा द्विवारम् उक्तमस्ति विधिः वा प्रतिषेधः वा इति द्विवारं वा अस्ति सो सामान्यतया वा इत्यनि श्रूयते वा आमां सामान्यतया कस्मिंश्चित् सूत्रे अष्टाध्यायीसूत्रे वा अस्ति चेत् विकल्पेन भवति इति तत्र अर्थः भवति अत्र किमपि विकल्पविषयः नास्ति अत्र विधिः च प्रतिषेधः च विधिः अपि पूर्वस्मिन् अनन्तरं यत् सूत्रम् अस्ति साक्षात् अनन्तरं यत् सूत्रम् अस्ति तस्मिन् यः यदि कोऽपि विधिः विषये उक्तम् अस्ति अथवा यदि प्रतिषेधविषये उक्तम् अस्ति इत्युक्ते न इति पदेन तत्र प्रतिषेधः भवति सो तत्र सः विधिः अपि च प्रतिषेधः द्वयमपि अव्यवहितस्य एव भवति न तु व्यवहितस्य पूर्वस्य इति परिभाषा वदति सो अत्र वा इति पदस्य च इति अर्थः न तु विकल्पः इति अर्थः इति लिखितमस्ति च प्रतिषेधः च विधि एण्ड् प्रतिषेध बोथ् फार् वाट् एवर् टैप् आफ् विधि इस् सेड् इन् द सेकेण्ड् सूत्र तत्र विधि अस्ति अथवा प्रतिषेधः अस्ति यत्किमपि भवतु सः विधिः अथवा प्रतिषेधः अव्यवहितस्य पूर्वस्य एव भवति न तु व्यवहितस्य पूर्वस्य इति तस्य अर्थः सो दीस् आर् वेरि स्पेशल् कण्डिशन्स् वेर् दिस् परिभाषा विल् बि यूस्ड् देट् इस् वै देर् आर् ओन्ली फ्यू एक्साम्पल्स् अबौट् दिस् सो सर्वदा एतस्य विषये नागच्छति सर्वदा अत्र सूत्रे अवगमनं भवति एव परन्तु कुत्रचित् तत्र नियमः इत्युक्ते परिभाषायाः प्रयोगः किमर् वाट् इस् द लक्षणं आफ् परिभाषासूत्रम् आर् परिभाषा इत्यस्य लक्षणं किम् अनियमनियमकारणी परिभाषा यत्र सूत्रे अनियमः अस्ति न अवगच्छामः किं करणीयम् तत्र एव नियमकारणी भवति परिभाषा परिभाषा तत्र नियमकारणी अथवा अस्य परिभाषायाः कोऽपि इण्डिपेण्डेण्ट् तत्र प्रयोगः नास्ति सूत्रे अनियमः अस्ति चेत् तत्र परिभाषागत्य सहायता करोति अत्र अत्र एतादृशी तत्र रीत्या तत्र कार्यं करणीयम् सो अनियमनियमकारिणी परिभाषा इति परिभाषायाः लक्षणमस्ति सो सर्वदा तु तस्य प्रयोगः न भवति कुत्रचित् तत्र भ्रमः भवति चेत् देन् एतत् परिभाषा आगत्य तत्र सहायता कर्तुं शक्यते अतः अत्र उक्तमस्ति यद्य द्वितीयसूत्रे विधिः उक्तमस्ति अथवा प्रतिषेधः द्वयमपि भवितुं शक्नोति सः विधिः अथवा सः प्रतिषेधः कस्य अव्यवस्य पूर्वमेव सो इतोपि उदाहरणं पश्यामः चेत् इतोपि तत्र स्पष्टता आगच्छति इति तत्र परिभाषायाः अर्थं भवति समीपवर्तिनः इति तदेव अस्ति न अव्यवहितस्य वादा विना व्यवहितं विना अस्ति इत्युक्ते व्यवधानं विना अस्ति द्वयोः मध्ये यः विधिः उक्तमस्ति अपि च यः पूर्वे पदमस्त्योः मध्ये नास्ति इत्युक्ते वी केन् नाट् से देट् एकं सूत्रं तत्र सूत्र नम्बर् वन् देन् देर् विल् बि सूत्र नम्बर् टेन् देर् आर् नैन् सूत्रास् विच् आर् इन् बिट्वीन् देट् इस् आल्सो वन् आफ् द फाक्ट् सेकेण्ड् इस् यदि तत्र उक्तमस्ति सार्वधातुकमपि देन् देर् इस् दिस् सम् अदर् सूत्र एण्ड् विधिः निषेधः अन्ते उक्तमस्ति देन् बिफोर् देट् खेदः एण्ड् विधिः देर् विल् बि बिट्वीन् दीस् टु देर् विल् बि सम् अदर् पदास् पदव्यवधानमपि न स्वीक्रियते अपि च सूत्रव्यवधानमपि तत्र न भवति इत्युक्ते द सूत्र शुड् बि वन् आफ्टर् द अनदर् देन् ओन्ली दिस् परिभाषा केन् कम् इफ् इट् इस् वन् एण्ड् टु सूत्रविषये तत्र भ्रमः जायते देर् इस् सूत्र नम्बर् वन् सूत्र नम्बर् टु साक्षात् अनन्तरं द्वितीयसूति तत्र किञ्चित् भ्रमः जायते तत्र एव एतस्य परिभाषायाः एतस्याः परिभाषायाः प्रयोगः भवति it is not that in one pada there is one sutra then in second pada there is another sutra then this paribhasha cannot come there because it says clearly anantarasya itukte avyavihitasya purvasya purve yah avyavihitam asti tasya eva nishedah एवं प्रकारेण समीपवर्तनः तदेव भवति इत्युक्ते क्लोजेस्ट् यत् अस्ति इट् शुड् बि वन् एण्ड् टु सूत्र नाट् वन् एण्ड् फैव् इवन् वन् एण्ड् फैव् के नाट् वर्क् इट् शुड् बि अतः अत्र लिखितं समीपवर्तिनः एव भवति अनन्तरस्य अर्थात् समीपवर्तिनः अव्यवहितस्य एव भवति अस्तु एवं प्रकारेण अस्यां परिभाषायां समीपवर्तिनः विधानं वा निषेधः क्रियते यतोहि समीपवर्तिनः एव प्रथमोपस्थितिः भवति इत्युक्ते अत्र सा उदाहरणं ददाति गृहे तत्र पिता अस्ति अपि च पुत्रद्वयम् एकं पुत्रं बहिः अस्ति, एकम् अन्ते एव भवति, गृहस्य अन्ते एव अस्ति. सो पिता पुत्रौ इति तत्र आह्वयति, पुत्रौ आगच्छतु इति सः वदति चेत् यः समीपवर्तिनः अस्ति तस्य उपस्थितिः प्रथमे भवति, यः बहिः अस्ति तस्य उपस्थितिः विलम्बेन भवति. Isn't it? तत्र लोके तादृशव्यवहारः अस्ति इत्युक्ते वयं तत्र अवगच्छामः, स्वाभाविकः अस्ति, बिकास् ही विल् टेक् मोर् टैम् टु कम् न, हि इस् औट्सैड् एण्ड् द पर्सन् हू इस् द सन् हू इस् इन्सैड् द हौस् हि विल् कम् इमिजियेट्लि न, तस्य उपस्थितिः प्रथमे भवति इत्यत्र लिखितम्. समीपवर्तिनः एव प्रथम उपस्थितिः भवति, यः व्यवहितः भवति, यः व्यवहितः भवति तस्य उपस्थितिः विलम्बेन भवति इति स्वाभाविकः. अतः अनया परिभाषया शीघ्र उपस्थितस्य समीपवर्तिनः एव विधानम्. बट् सिन्स् हियर् इट् इस् एव, he can come after some time, but here atra vidhi athva nishedah yah avyavahitam pumasti tasya eva bhavati na tu vyavahitasya bhavati sah vidhi bhavet va nishedah bhavet iti paribhashayah sarthah asti itopi udaharanam pathitva kinchit avagachhamah. अवगतं वा? आम् महोदय. अस्तु, अहं चिन्तयामि अत्र सूत्राणाम् अपेक्षा भवति. एतत् तृतीय उदाहरणं पठामः, बिकास् शेहर् पीच् इति सूत्रम् अस्माकं परिचितं सूत्रमस्ति. अत्र तु समासविषयः. प्रथम उदाहरणम् अत्र उदाहरणत्रयं दत्तं, सूड् अनपुस् अनपुंसकस्य तत्र तदपि पठितुं शक्नुमः, परन्तु तत्र प्रसज् प्रतिषेधः अपि च पर्युदास् प्रतिषेधः विषयः अपि आगच्छति. अतः प्रथमे तत्र वयं तृतीय उदाहरणं पठामः. त्रयमपि कस्य उदाहरणम् अस्य परिभाषायाः उदाहरणानि सन्ति. सो तृतीय उदाहरणं किञ्चित् पठामः, अहं चिन्तयामि तत् सरलमस्ति, अतः तत् एकवारं पठामः. के वि महोदय पठति वा? महोदय नमस्कारः. नमस्ते महोदय. वा छन्दसि तृतीयाध्याये चतुर्थपादे अष्ट अशीतितम सूत्रम्. वैदिक प्रयोगेषु लोट्लकारस्य सिप् प्रत्ययस्य हि आदेशः विकल्पेन अपित् भवति. लोटोलङ्वत् तृतीयाध्याये चतुर्थपादे पञ्चाशीतितम सूत्रम् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः, लस्य तृतीयाध्याये चतुर्थपादे सप्तसप्ततितम सूत्रम् इत्यस्य अधिकारः, सेहर्य पिच् तृतीयाध्याये चतुर्थपादे सप्ताशीतितम सूत्रम् इत्यस्य सम्पूर्ण अनुवृत्तिः. अनुवृत्तिसहित सूत्रं लोटः लस्य सेह हि छन्दसि वा अपित् च. सो वा छन्दसि सूत्रं वदतु, मया न श्रुतम्. ऐ एम् लूसिङ्ग् द वाय्स्, ऐ डोण्ट् नो वाय्. वा छन्दसि वैदिक छन्दस प्रयोगम् अस्ति. लोट्लकारस्य यदा सिप् प्रत्ययः आयाति तत्र सिप् स्थाने हि आदेशः विकल्पेन भवति, अत्र लिखितमस्ति। लोट् लकार लोटो लङ् वत् इत्यस्मात् लोटः अनुवृत्ति भवति, अनुवृत्तिसहित सूत्रं लोटः लस्य सेः हि छन्दसि वा अपित् च प्रत्यस्य हि आदेशः विकल्पेन अपित् भवति। हा सो लोट् भवान् किम् अवगच्छति इत्युक्ते सेहर् पिच् इति सूत्रमस्ति 87 सूत्रं 3487 अस्तु। सेहर् पिच् सेहर् पिच् इति सूत्रेण किं कार्यं महोदय? सेहर्य पिच् इति सूत्रेण किम् उक्तं? कार्यति न तत् वदतु एकवारं सेहर् पिच् इति सूत्रेण किं किं भवति? अत्र अपि सेः हि अपि च इति सूत्रं सेहे हि अपित् च इति सूत्रम् इदानीं वदतु किं कार्यम्? So, what does it do? Sehe iti kim asti? Sehe pich lot lakar, lot lakar, yada sip. Lot lakar e sip pratyasya kim bhavati? Sip pratyasya hi. हि आदेश आदेश भवति सेः स्थाने सेः स्थाने हि इति आदेशः इति विधिः अस्ति। कुत्र? केवलं लोटः लोट् लकार लोटि एव सि प्रत्ययः तत्र सि अवशिष्यते सो सि स्थाने हि आदेशः भवति। अपि च अन्यत् कार्यमपि अस्ति न महोदय? ते स्थाने हि यूजुवलि सि पित् अस्ति बट् हियर् बिकास् आफ् सेहर् पिच् अपित् भवति। आदेश सत्यं सो युद्धः स आदेशः नेयः हि आदेशः आगच्छति लोटि सः अपित् अपि भवति अपित् च सः इदानीम् अपित् प्रत्ययः भवति न तु पित् भवति। पूर्वे सः पित् आसीत् सिप् इति पित् आसीत् परन्तु यदा लोटि हि आदेशः भवति तदा सः हि कथं प्रवर्तते? अपित्वत् प्रवर्तते इट् बिकम्स् अपित् आल्सो। सो अनेन सूत्रेण कार्यद्वयं सि स्थाने हि आदेशः अपि तस्य उपरि अपित्वम् अपि आगच्छति अपित्वम् अध्यारोपिते सो सेहर् पिच् इति सूत्रेण कार्यद्वयं 3487 अवगतं वा महोदय? सेहर् पिच् पिच् 3487 इति सूत्रम् अस्ति। साक्षात् अनन्तरं 88 सूत्रे 87 and 88 वा छन्दसि इति उक्तम्। सो इदानीं भवान् किं वा छन्दसि इति सूत्रेण भवान् किम् अवगतम्? लोटः लस्य सेः वैदिक प्रयोगेषु लोट् वैदिक शब्देषु योगेषु लोट् लकारस्य प्रत्ययस्य हि आदेशः विकल्पेन अपित् भवति। सो वेदानाम् ऐ थिङ्क् यदा लोट् लकार सिप् लोट् लकारस्य लोट् लकार सिप् प्रत्ययः हि कम्पल्सरि आवश्यकं न कम्पल्सरिलि डस् नाट् कम् इट् इस् विकल्पेन इट् केन् बि हि or we can have what does not come compulsory no this seherya pitch application becomes optional for when it is vedic when in the छन्दसि रीड् फर्दर् एण्ड् देन् वी केन् टाक् वा छन्दसि सारी अस्तु न एकवारं मया ध्वनिः मम ध्वनिः श्रूयते आम् इट् ब्रेक्स् इन् बिट्वीन् देट्स् आल् इट् इस् ब्रेकिङ्ग् वा इदानीं कथमस्ति It's okay, now it's okay. Samyak. It's okay. Ashtu, ashtu. Chetana Bhagni, what have you understood by Vachandasam? Tata Vachandasi cha sutrena bhavati kyam avagativati? Sair pitch sakshat anantaram Vachandasi asti. अतः वेदेषु अपि न वेदेषु लोट्लकारे स्तिप् प्रत्यय उपरि अपित्वत् अध्यारोपितम् इति विकल्पेन लोट् लकारे सिप्रत्यस्य हि आदेशः भवति वा विकल्पेन भवति इति हि आदेशः विकल्पेन भवति इति आमाम् अस्तु अस्तु मञ्जरी भगिनी भवती किम् अवगतवती शब्दम् इट्स् नाट् विकल्पेन मञ्जरी भगिनी भवती किम् अवगतवती वा छन्दसि इति सूत्रेण किम् अत्र सेहेः अपेक्षा इति सूत्रं 3.4.87 अस्ति वा छन्दसि इति 3.4.88 अस्ति तत्र अत्र लोट्लकारे तथा छन्दसि वैदिकप्रयोगेषु तत्र सिप् प्रत्ययस्य हि आदेशः विकल्पेन अपि भवति अत्र सेहे पिश् तथा वा छन्दसि इति तत्र अव्यवहित त्यजतु एकवारं त्यजतु वा छन्दसि इति सूत्रेण सिप् स्थाने यः हि आदेशः आदेश विकल्पः अस्ति वा अपित्वस्य विकल्पः अस्ति भवती किम् अवगतवती सामान्यतया किम् अवगतवती सपोज् वि डोण्ट् हेव् द परिभाषा अत्र अपित्वं भवति तथा हि इति आदेशः अपि भवति इति अत्र वा छन्दसि इति सूत्रेण तत्र अपित्वम् अपित्वस्य विकल्पः भवति इत्युक्ते लोट् छन्दसि सिप् स्थाने हि आदेशः भवति विकल्पेन भवति वा नित्येन भवति हि आदेशः भवति तत्र अपित्वं विकल्पेन भवति अस्तु वीणा भगिनी किञ्चित् वक्तुम् इच्छति वा भगिनी आं भगिनि एतत् सेरयति च पूर्व हा सेरयति च इति सूत्रं पूर्वमेव अस्ति 3487 अतः अपित्वं पूर्वमेव अभवत् तत्र वाच्छन्दसि अग्रिमसूत्रम् अस्ति अतः तस्य प्रसक्तिः एव नास्ति इति मन्ये भगिनि. अस्तु अस्तु भगिनि. सो इदानीम् अत्र पश्यतु अत्र वाच्छन्दसि इति सूत्रे जायते अत्र यः विकल्पः अत्र न लिखितं छन्दसि वा यथा तत्र सामान्यतया अन्येषु सूत्रेषु भवति अत्र लिखितं वा छन्दसि वा प्रथमे उक्तम् अनन्तरं छन्दसि उक्तं छन्दसि इति सप्तम्यन्तमस्ति विषयसप्तमी अस्ति छन्दसि हि विषयः अस्मिन् सूत्रे सामान्य शब्देषु एतस्य सूत्रस्य प्रयोगः नास्ति वैदिकशब्देषु प्रयोगः अस्ति सो वा इति इदानीं तत्र अत्र सूत्रे किञ्चित् अनियमः अस्ति वा इति बिकास् साक्षात् पूर्वसूत्रे तत्र कार्यद्वयम् एकमस्ति सिप् प्रत्ययस्य हि आदेशः द्वितीयमस्ति हि प्रत्ययस्य अपित्वम् अतः कार्यद्वयं पूर्वसूत्रे इदानीं वा छन्दसि इति सूत्रे तत्र भ्रमः जायते अत्र छन्दसि विषये वेदिकप्रयोगेषु सिप् प्रत्ययस्य हि विकल्पेन भवति वा अपित्वं विकल्पेन भवति वा द्वयमपि विकल्पेन भवति इति तत्र भ्रमः जायते वा छन्दसि इति सूत्रे. सो अत्र विकल्पः कस्य विकल्पः पूर्वे तु उक्तं सिप् स्थाने हि आदेशः लोटि अनन्तरम् उक्तमस्ति तस्मिन् तस्य उपरि अपित्वं च अस्ति हि प्रत्ययस्य. सो इदानीं वा छन्दसि इति सूत्रे तत्र प्रश्नः आगच्छति अस्माकं मनसि सिप् स्थाने हि आदेशः विपेन तस्य विकल्पः वा हि आदेशः अपित्वस्य विकल्पः वा अथवा द्वयमपि विकल्पेन भवति वा द्वयमपि कार्यं विकल्पेन भवति वा इति तत्र अनियमः अस्ति छन्दसि विषये. लोट् सामान्य प्रयोगेषु लौकिकव्यवहारेषु ये शब्दाः सन्ति तत्र तु वयं जानीमः सर्वदा तत्र सिप् प्रत्ययस्य हि आदेशः भवति अपि च अपित्वमपि आगच्छति तत्र छन्दसि किम् भवति इति तत्र अत्र भ्रमः जाति अस्मिन् 88 सूत्रे तत्र अनियमः अस्ति वा इत्यस्य विकल्पः कस्य विकल्पः इति तत्र प्रश्नः आगच्छति बिकास् सामान्यतया वयं तत्र पश्यामः चेत् तत्र रूपद्वयं भवेत् एकं सिप् प्रत्ययुक्तरूपम् एकं हि प्रत्ययुक्तरूपं परन्तु तथा नास्ति अत्र किं भवति अग्रिमे परिच्छेदे लिखितमस्ति अतः एकवारं पठामः. मञ्जुरी भगिनी अग्रे पठतु वा छन्दसि द्वितीयपरिच्छेदं. वा छन्दसि 3.4.88 इत्यस्मिन् सूत्रे वा इत्यनेन कस्य विकल्पः उच्यते. वा छन्दसि 3.4.88 इत्यस्मात् सूत्रात् पूर्वं सूत्रम् अस्ति सेः हि अपि च 3.4.87 इत्यतः वा छन्दसि 3.4.88 इति सूत्रे हि इति आदेशस्य विकल्पः वा नो चेत् अपित्वस्य विकल्पः वा नो चेत् द्वयोः अपि विकल्पः उच्यते वा अनन्तरस्य विधिः वा भवति प्रतिषेधः वा. अवगतं वा प्रश्नः कः? कः भ्रमः अस्ति वा छन्दसि इति सूत्रे कः भ्रमः जायते सर्वैः अवगतं किं लिखितम् अस्मिन् परिच्छेदे तदेव यत् अस्माभिः चर्चितं तदेव उक्तमस्ति अत्र विकल्पः वा इति कस्य विकल्पः अस्ति आदेशस्य विकल्पः अस्ति वा अपित्वस्य विकल्पः अस्ति वा नो चेत् द्वयोः अपि विकल्पः अस्ति भवितुं शक्नोति परन्तु इदानीं तत्र अनियमः अस्ति, अस्मिन् सूत्रे अनियमः अस्ति. अग्रे पठतु. अनन्तरस्य विधिः वा भवति प्रतिषेधो वा इति परिभाषया अव्यवहितस्य पूर्वस्य एव विधिः वा निषेधः भवति. वा छन्दसि 3.4.88 इत्यस्मिन् सूत्रे विकल्पविधानं यत् अस्ति तत्तु पूर्वस्य एव अव्यवहितस्य भवति, अतः वा इत्यस्य अन्वयः सेर्ह पिच्च 3.4.87 इत्यस्मिन् सूत्रे अपित्वम् इत्यनेन सह एव भवति, न तु हि इति आदेशेन सह. अर्थात् वा छन्दसि 3.4.88 इत्यस्मिन् सूत्रे अपित्वं विकल्प्यते तस्य अनन्तरत्वात्, आदेशस्तु अपित्वेन अव्यवहितत्वात् अनन्तरः न भवति, अतः न विकल्प्यते. अत्र परिभाषा इति अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति परिभाषा अस्ति. तत्र अव्यवहितस्य पूर्वस्य एव कार्यं भवति, विधिः अथवा निषेधः भवति. अत्र वा छन्दसि इति सूत्रं 3.4.88 अत्र विकल्पविधानं अपित्वस्य कृते एव अस्ति. तत्र हि इति आदेशस्य कृते न इति अत्र अर्थः. तत्र इत्युक्ते अपित्वं भवति, न हि आदेशः न इति. न कथम् अत्र विपरीतरीत्या वदति भवती. हा हा हा आमामाम् आम् आम् हि इत्यस्य आदेशेन सह वा इति नास्ति, अपित्वस्य सह. हा हा आमामाम् आम् पुनः वदतु. वेदेषु लोट् लकारे किं भवति? हा वेदेषु लोट् लकारे तत्र सेहे हि अपि च अत्र 3.4.87 तत्सूत्रं पूर्वे भवति, तथा तत्र सेहे हि अपि च इति सूत्रेण सेहे हि आदेशः भवति, तथा तत्र अपित्वमपि भवति. अत्र वा छन्दसि इत्यस्मिन् सूत्रे अपित्वं विकल्प्यते. सम्यक् अस्ति न? आदेशः न तु आदेशः विकल्प्यते. अस्तु अस्तु अस्तु. के वि महोदय इदानीं किम् अवगतं महोदय? छन्दसि किं भवति, लोट् लकारे किं भवति, सिप्रत्यस्य का गति? हि भवति विकल्पेन पित् वा अपित् भवति. पुनः वदतु. लूसिङ्ग् द वाय्स्, ऐ डोण्ट् नो वाट् इस् हैपनिङ्ग्. लोट् लोट् लकार छन्दसि प्रयोगस्य सि सिप् प्रत्ययस्य हि आदेशः भवति, किन्तु पित् वा अपित् विकल्पेन अपित्वं विकल्पेन भवति. अस्तु आम् अपित्वं विकल्प. चेतना भगिनी वदतु. मया किञ्चित् भ्रमः अस्ति महोदय. सेह्य पिच्च सी स्थाने ही भवति अपि अपित् भवति इति सूत्रं वदति. अत्र छन्दसि सी स्थाने ही भवति परन्तु अपित् विकल्पेन भवति इति वा? आम् इति अस्तित्वम्. हौ डु वि तत् कथम् इति तत्र प्रश्नः. कथं तत्र अवगच्छामः किमर्थं द्वयोः नाही किमर्थं वेदस्य तत्र वा छन्दसि इति सूत्रे किमर्थं विकल्पः द्वयोः कृते नास्ति, एकमेव कृते अस्ति, अपित्वस्य एव विकल्पः इति तत्र प्रश्नः आगच्छति. सो बिकास् तत्र अतः बिकास् दे हेव् सीन् देट् अपित्वस्य हि प्रत्यय हि आदेशः तु सर्वत्र भवति, अपित्वस्य एव निषेधः अस्ति, अपित्वस्य एव विकल्पः अस्ति, न तु निषेधः. अपित्वं कुत्रचित् पित्वत्वात् हि प्रत्ययः प्रवर्तते, कुत्रचित् अपित्वात् हि प्रत्ययः प्रवर्तते वेदिकप्रयोगेषु. अतः सी वी हेव् द साक्षात् एक्साम्पल् इन् फ्रण्ट् आफ् अस् न भगिनी. यथा मया उक्तं ग्रामर् वास् मेड् आफ्टर् वर्ड्, भाषा वास् आल्रेडि दियर्. सो वट् इस् देयर् देस् आर् टु रूप्स् वेर् द वट् हेपन्स् बै द पित्वम् अण्ड् अपित्वम्. What is the karya of pitvam and apitvam in the daya? Kiniti cha karyam karoti va na va it besides. Gunaha bhavati va na va. Guna nishedha bhavati. Tadeva apitvasya lakshanam asti. Apitvam kim karoti? Guna nishedha karoti. So tatra vedic prayoge. Tatra slot lakarasya ye shabdaha santi. मध्यम पुरुष एकवचने कुत्रचित् तत्र गुणः दृश्यते, कुत्रचित् न दृश्यते. परन्तु हि आदेशः तु सर्वत्र अस्ति, हि अन्ते श्रूयते. हि निमित्तीकृत्य पूर्वे यत् अङ्गम् अस्ति कुत्रचित् गुणः अस्ति, कुत्रचित् गुणः न दृश्यते. अतः किम् अवगच्छामः? अपित्वस्य विकल्पः, न तु हि आदेशस्य विकल्पः. हि तु श्रूयते एव, हि सर्वत्र श्रूयते, अपित्वस्य एव विकल्पः अस्ति. कुत्रचित् सः हि पित्वत् व्यवहरति, कुत्रचित् अपित्वत् व्यवहरति. बिकास् अत्र वा उक्तमस्ति, देट् इस् वै पाणिनि महर्षि सेड् वा छन्दसि. So, idanim, but what is the Shastra Pramana? How will we understand, the Samanya people, how will they understand? Ataha tatra paribhashasti. Anantarisya vidiva bhavati pratishedova. Iti tatra paribhashasti. Aninikim avgachamaha. So, we have now Seheriya Pich, Seheriya Picha va Chandasi. So, these are two. क्लोस् टु अव्यवहित रूपेण सूत्रद्वयं वा छन्दसि इति सूत्रे भ्रमः जायते, नियमस्य विषये भ्रमः जायते, विकल्पः कुत्र उक्तमस्ति? पूर्वे यत् विधिः अपि च अपित्वमस्ति, इदानीं तस्य विषये वा वदति महर्षि? सो वा इति कस्य विषये? अतः अस्मिन् परिच्छेदे लिखितं वै दिस् परिभाषा, देट् इस् वै दिस् परिभाषा got invented. It says that yaha vidihi athva pratishedha asti. Va chandasi iti sutra kim asti? Vidhi asti va pratishedha asti? Vidhi asti. Kidrashi vidihi asti? Vikalpa vidihi asti. Tukte tatra vikalpa asti. So विधिः अस्ति. सो यः विधिः विकल्पविधिः अस्ति, विकल्पः दत्तमस्ति, सः विकल्पः सेः हि आदेशस्य विकल्पः वा अपित्वस्य विकल्पः सो वा इत्यस्य कृते वा इति पदस्य कृते अव्यवहितं तु अपित् अस्ति सेः पिच् इति विलम्बेन तस्य इत्युक्ते सेः पिच् किञ्चित् दूरे अस्ति समीपवर्तिन् यः अस्ति सः तु अपित् अस्ति देट् इस् वै हि हेस् नाट् सेड् छन्दसि वा हि कुड् हेव् छन्दसि वा हि हेस् नाट् सेड् छन्दसि वा हि सेड् वा छन्दसि सो वा इत्यस्य अव्यवहितस्य पूर्वस्य पूर्वेण सह एव अन्वयः भवति अपि त्वं वा छन्दसि इति तत्र अन्वयः भवति न तु सेः हि वा छन्दसि तस्य सः अन्वयः नास्ति अपि त्वम् अव्यवहितमस्ति वा इत्यस्य कृते अतः केत्वस्य पूर्वस्य अव्यवहितस्य एव विधिः अथवा निप्रतिषेधः यः विलम्ब यः व्यवहितम् अस्ति सेः पिच् इस् स्टाप्ड् बै द अपित् पदम् अपिच् इति पदेन सेः पिच् इस् स्लैट्लि फार् अवे टु वा बट् अपित् इस् वेरि क्लोस् टु वा सी द आर्गनैजेशन् एण्ड् द यूसेज् आफ् द वर्ड्स् इन् द सूत्रस् बै पाणिनि महर्षि तत्र सेहर् पिच् हि कुड् हेव् सेड् अपित् सेहर् पिच् सेहे अपि च देन् वा छन्दसि आर् छन्दसि वा बट् देयर् इस् सम् रिलेशन् बिट्वीन् द अरेञ्ज्मेण्ट् आफ् द पदास् आल्सो नाट् ओन्लि द सूत्रास् सूत्रयोः अपि तत्र न केवलं तत्र अनुवृत्तिः सरलं भवेत् तस्य कृते अपि सूत्राणां तत्र उपस्थापनम् अस्ति परन्तु इदानीं पश्यतु पदेषु कः पदं सूत्रे कस्य पदस्य प्रथमे तत्र स्थापनं कस्य अनन्तरं स्थापनं तस्य विषये अपि बहु चिन्तनम् अस्ति सो शेहर् पिच् इति सूत्रे अपित् इति वा इत्यस्य कृते समीपवर्ति नास्ति शेहर् पिच् इति किञ्चित् दूरे अस्ति अतः यः अव्यवहितपूर्वम् अस्ति तस्य एव विधिः अथवा निषेधः न तु व्यवहितस्य सो शेहर् पिच् इति सूत्रे शेहर् पित् इति हि आदेशः तस्य कृते विकल्पः नास्ति केवलम् अपित्वस्य एव विकल्पः छन्दसि इति तत्र उदाहरणम् अस्ति अस्याः परिभाषायाः अवगतं वा भगिनि अनुवृत्तिसहित सूत्रं पठामि चेत् सेहर्य पिच् सूत्रस्य अनुवृत्ति सहित सूत्रं लोटाहलस्य सेह हि अपित् च वा छन्दसि सूत्रस्य लोटाहलस्य सेह हि छन्दसि वा अपित् च सो between the two seher pitch there is no va so it is compulsory he and he will he adesha bhavati and apit bhavati va chand si he to adesh rupena ayati and then pitva apitva विकल्पेन भवति तदेव अर्थः अस्ति तदेव अर्थः अस्ति सो बट् टु कम् टु देट् कन्क्लूजन् वि नीड् सम् हेल्प् न सो अतः अनन्तरस्य विधिर्वा बिकास् वा छन्दसि इति सूत्रे सम्बडि केन् से वा इति सेहे हि छन्दसि वा द्वयमपि छन्दसि विकल्पेन भवति अतः रूपद्वयम् परन्तु तथा नास्ति हि तु भवति एव आदेशः तु भवति सेह हि भवति अपित्वस्य एव विकल्पः न तु सेह हि आदेशस्य विकल्पः नास्ति वा इत्यनेन केवलम् अपित्वस्य एव विकल्पः सः आदेश सः हि कुत्रचित् पित्वं व्यवहरति कुत्रचित् अपित्वत् व्यवहरति इति तत्र अनन्तरस्य सो अत्र इति तत्र अस्ति भवति चेतना भगिनी अन्तिम परिच्छेदमपि पठतु शेहरपि च शेहरपि च 84-87 लोट्लकारस्य सि इत्यस्य स्थाने हि आदेशो भवति स च हि अपित् भवति ते हि षष्ट्यन्तं हि प्रथमन्तम् अपित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् लोटो लङ्वत् 3485 इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य सेहे हि अपित् च अत्र अनुवृत्तिसहितसूत्रं विषये अस्ति लोट्लकारे लस्य स्थाने यः सि आदेशः भवति तस्य हि अपि च अपित् अपि आयाति इति इत्युक्ते लौकिकव्यवहारेषु कार्यं सर्वदा भवति तत्र किमपि भ्रमः नास्ति ये लौकिकशब्दाः सन्ति वेदस्य एव विकल्पः अस्ति वेदस्य छन्दसि किञ्चित् भिन्नः भवति वेदस्य लौकिकव्यवहारेषु लोट्लकारे सि प्रत्ययस्य हि नित्येन भवति सर्वदा भवति अपि च अपित्वमपि तस्य उपरि अध्यारोपिते सर्वदा अपित्वमेव तत्र तिष्ठति तत्र कोऽपि भ्रमः नास्ति सेहेर् अपि चिति सूत्रे कोऽपि भ्रमः नास्ति सूत्रं तत्र अवगच्छामः वा छन्दसि इति सूत्रे तत्र किञ्चित् अनियमः अस्ति भ्रमः जायते अत्र तु कोऽपि भ्रमः नास्ति सो दिस् परिभाषा सेस् दट् इफ् वी पुट् sehe hi apit and immediately after that va chandasi va apit shabdasya samipe asti na tu hi hi shabdasya ha atah apit vikalpena bhavati iti aam satyam aha idani mavagatam it is not samipam it is avyavahitasya because atra anantarasya otherwise you should have said samipavartu samipavartin it is saying avyavahitasya vyavadanam vinas apiteva avyavadanam vinas seherti chapi cha va itasmin madhe apitasti apititi vaktamasti atah dvayoh madhe tatra vyavadanam asti vada asti yatha the way we say this rashabhyam nonah samanapade then we say at kupvang num vyayaye api so rashabhyam nonah samanapade tatra paranimita mukta itukte avyavahitasya refasya sakshat anantaram nakara asti chedeva tasya natvam bhavati ten sutrena rashabhyam nonah यदा तत्र रेफस्य नकारस्य मध्ये किमपि सिङ्गल् व्यवधानमपि अस्ति तेन सूत्रेण कार्यं न भवितुं शक्नोति तत्र भिन्नसूत्रम् अपेक्षितमस्ति देन् हि सेज् अट् कुप्वाङ्गुं व्ययाय तादृशव्यवधानम् अतः अत्र अपि वा इत्यस्य तस्य अव्यवहितपूर्वे तत्र अपित् अस्ति न तु सेहर्पिच् अतः तस्य अतः अत्र वारं वारं लिखितमस्ति एव एव इत्युक्ते अत्र पश्यतु यत् पूर्वस्य एव अविहितस्य भवति ओन्लि द अव्यवहितपूर्वे यत् अस्ति तस्य एव भवति विधिः अथवा निषेधः अथवा विकल्पः यत्किमपि भवतु न तु व्यवहित व्यवहितस्य विधिः निषेधः विकल्पः न भवति अव्यवहितस्य पूर्वस्य एव इति परिभाषा वदतु स्पष्टं महोदय एतत् परिभाषा फस्ट् उदाहरणमपि पठितुं शक्नुमः प्रयासं कुर्मः पश्यामः वीणा भगिनी पठितुमिच्छति वा भगिनि नावेलीभावात् अथवा पञ्चम्याः पठामि कुत्र पठामि अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषायाः उदाहरणानि तत्र वा भगिनि अस्तु नाव्ययी भावादतो मत्वपञ्चम्याः अदन्ताद् अव्ययी भावात् उत्तरस्य सुपो न लुग् भवति अमादेशस्तु तस्य सुपो भवत्यपञ्चम्याः एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति अदन्तात् अव्ययीभावात् सुप्रत्ययस्य लुक् न भवति अपि तु पञ्चमी विभक्तिं विहाय अन्यासु विभक्तिषु सुप्रत्ययस्य स्थाने अमादेशः विधीयते अनुवृत्तिसहितसूत्रम् अव्ययीभावात् अतः तु न सुपः लुक् अपञ्चम्याः अम् किं भवति अत्र अत्र साक्षात् यत् सूत्रमस्ति तत् प्रथमे पठामः बिकास् वी हेव् टु रिलेट् टु सूत्रस् संख्या 2483 अत्र पश्यतु 2482 इति सूत्रम् अव्ययात् आप् सुपः लुक् इति सूत्रम् अव्ययात् परस्य आप् प्रत्ययानां सुप्रत्ययानां च लुक् भवति दिस् इस् 2.4.82 सूत्र इस् रिलेटेड् अव्ययात् इत्युक्ते यस्य शब्दस्य अव्ययसंज्ञा भवति व्याकरणशास्त्रे तत्र बहवः शब्दाः सन्ति येषां कृते अव्ययसंज्ञा अस्ति सो यथा तत्र अव्ययीभावसमासे यः समस्तपदमस्ति तस्य कृते अपि अव्ययसंज्ञा भवति अव्ययीभावसमासे सो यथा तत्र उपसर्गाः सन्ति तेषां प्रादयानां प्रादयानामपि व्याकरणे अव्ययसंज्ञा भवति सो एतत् वदति यः यस्य शब्दस्य इति संज्ञा अस्ति तस्मात् परस्य तस्मात् अनन्तरं यदि कोऽपि आप् प्रत्ययः इत्युक्ते टाप् चाप् डाप् एते प्रत्ययाः आगच्छन्ति अथवा सुप् प्रत्ययाः आगच्छन्ति वयं सुप् प्रत्ययः योजयामः प्रथमायां सु औजस् औ अम् औट्षस् एते सुप् प्रत्ययाः योजयामः अव्ययसंज्ञकशब्दस्य अनन्तरं बिकास् अव्ययानां तत्र प्रातिपदिकसंज्ञा अस्ति अव्ययास् आर् आल् प्रातिपदिकास् प्रातिपदिकास् अस्ति चेत् प्रातिपदिकात् अनन्तरं सुप् प्रत्ययस्य योजनं भवति पदनिर्माणविषये सो बट् दिस् सूत्र सेस् दट् आप्रत्ययस्य अपि च सुप्रत्ययस्य तत्र सम्पूर्णतया लुक् भवति दट् इस् वै वि सी अत्र देन् वी डोण्ट् सी एनी तत्र कोऽपि रूपभेदः न भवति एकमेव रूपम् अस्ति एकमेव समानरूपम् अस्ति तत्र अव्ययानां तत्र शब्दरूपेषु तेषु बिकास् दे आर् अव्ययास् बिकास् तत्र सुप्रत्ययानाम् अनेन सूत्रेण लुक् भवति. सो वी हियर् वेदर् इट् इस् बहुवचन एकवचन वेदर् इट् इस् वित् रेस्पेक्ट् टु स्त्रीलिङ्ग् पुल्लिङ्ग् आर् एनी अदर् विभक्ति वी हियर् ओन्ली वन् रूप् बिकास् तेषाम् अव्ययी संज्ञा अस्ति. तत्र अव्ययस्य अनन्तरं यदि सुप्रत्यय योजयामः तस्य सुप्रत्ययस्य लुक् भवति. दिस् इस् अव्ययाद् आप् सुपः नाट् ओन्लि रिलेटेड् टु द अव्यय अव्ययसमासे यः समस्ति तस्यापि अव्ययः भवति. अतः तत्रापि अनेन सूत्रेण सुप्लुक् भवेत् इति एतत् सूत्रं वदति. सर्वदा अव्ययाद् आप् सुपः इति सूत्रेण अव्ययात् परस्य आपप्रत्ययस्य आप्रत्ययानां बिकास् आप् इस् नाट् ए सिङ्गल् प्रत्यय देट् इस् वै प्रत्ययानां लिखितमस्ति बिकास् आप् आर् थ्री प्रत्ययास्. सुप् अपि एकविंशति सुप्रत्ययाः सन्ति अतः सुप् प्रत्ययानां च लुक् भवति. पूर्व साक्षात् अनरम् अस्ति न अव्ययीभावाद् अतः अम् तु अपञ्चम्याः. अत्र अम् तु अपञ्चम्याः इति तत्र भवति अव्ययाद् आप् सुपः लुक् इति सर्वैः अवगतं वा? पूर्वसूत्रं किम्? पूर्वसूत्रेण किं कार्यमस्ति? 82 सूत्रेण किं कार्यम् अवदतु भगिनि. 82 सूत्रेण किं कार्यम्? हा लुक् भवति भगिनि, सुप् लुक् भवति भवात् अतः तु न सुपः लुक्. यत् पूर्वसूत्रमस्ति अव्ययी अव्ययाद् आप् सुपः लुक् तेन सूत्रेण सुप्रत्ययानाम् अपि च आप्रत्ययानां लुक् इति आदेशः उक्तमस्ति, लोपादेशः उक्तमस्ति, लोपः भवति पूर्वसूत्रेण. इदानीं वदति न अव्ययीभावात्. अव्ययीभावात् इत्युक्ते तत् समासे अस्ति अव्ययी अव्ययीभावसमासे यः अव्ययीभावसमासः अस्ति तस्मात् अनन्तरं बिकास् इट् सेस् न अव्ययीभावात् इति पञ्चम्यम् अस्ति. सो अव्ययीभावात् समस्तपदस्य परन्तु कीदृश अव्ययीभावात्? अतः. अतः इत्युक्ते तादृश अव्ययीभावसमस्तपदं यस्य अन्ते ह्रस्व अकारः. अतः इत्यनेन ह्रस्व अकारान्त रूपी अव्ययीभाव समस्तपदम्. तादृशपदस्य यस्य अन्ते ह्रस्वाकारः तत्र किं भवति? तत्र सुप् लुक् न भवति. सुप् डस् नाट् बिकम् लुक्, बट् वाट् हेपन्स् टु सुप्? सुप् स्थाने अमादेशः भवति. सुप् डस् नाट् बिकम् लुक् सर्वत्र, वेदर् इट् इस् एकवचन द्विवचन बहुवचन. अव्ययीभावसमासे वी हेव् अ सिङ्गल् फार्म्, we don't, that it does not decline, but we see we say that like upakrishnam, isn't it? Upakrishnam is an avyayi samasta padam. Krishnasya samipe iti tatra vigraha vakyam bhavati, but padam katham asti? We don't say upakrishnah, we don't say upakrishnah, we say upakrishnam. Tatra am shruyate. Why? Because of this sutra says that यदि अव्ययीभावसमासे समस्तपदम् अदन्तम् अस्ति तस्य अन्ते यथा कृष्ण इति अकारान्त प्रातिपदिकमस्ति तस्य अन्ते ह्रस्व अकारः अस्ति तत्र सुप् प्रत्ययानां लुक् न भवति. तत्र तु सुप् प्रत्ययस्य सर्वत्र अमादेशः एव भवति. तत्र अम् आदेशः भवति. सुप् इस् रिप्लेस्ड् बै अम् अम् अम् सर्वत्र. अतः सर्वत्र तत्र उपकृष्णम् उपकृष्णम् उपकृष्णम् एव श्रूयते. रूपम् अस्ति बट् उपकृष्ण इति न श्रूयते. दिस् इस् वाट् दिस् इस्. एण्ड् वन् मोर् थिङ्ग्, दिस् सूत्र इस् नाट् सेयिङ्ग् ओन्लि देट् सुप्रत्ययस्य लुक् न, परन्तु अमादेशः इट् सेस् अपञ्चम्याः. अपञ्चम्यः इत्युक्ते पञ्चमी पञ्चमी विभक्त्यां तत्र सुप् प्रत्ययस्य अमादेश इत्युक्ते अमादेशः न भवति, सुप्रत्ययस्य लुक् न भवति इति न उक्तम्, सुप्रत्ययस्य अमादेशः न भवति इति वदति। अतः अत्र वाक्यद्वयं लिखितमस्ति, सूत्रस्य वाक्यद्वयेन कः अर्थः भवति तदपि पठतु भगिनि। अस्मिन् सूत्रे वाक्यद्वयं वर्तते, अदन्तादवेयी भावात् उत्तरस्य सुपो न लुग् भवति इति एकं वाक्यम्, अवेव उत्तरस्य सुपो न लुक् भवति इति एकं वाक्यम्, अमादेशस्तु तस्य भवत्यपञ्चम्याः इति द्वितीयं वाक्यम्। अमादेशस्तु तस्य भवत्य अपञ्चम्याः इति द्वितीयं वाक्यं, भवति अपञ्चम्याः, अम् आदेशः अपञ्चमे इत्युक्ते पञ्चमी विभक्त्यं न भवति वा इति। आम्, अमादेशः पञ्चमी विभक्त्यां न भवति, सुप्लुक् सुप्लुक् अपि न भवति, सुप्लुक् अपि न भवति, बिकास् वै वी आर् डिस्कसिङ्ग् सुप्लुक् न भवति, बिकास् अत्र तु कुत्रापि सुप्लुक् नास्ति। पूर्व सूत्रे याद् आप् सुपः लुक् इति सूत्रे तत्र सुप्लुक् इत्यस्य अनुवृत्तिः अस्ति पूर्वसूत्रात्, साक्षात् पूर्वे सूत्रमस्ति सुप्लुक्। So, because this will also fall in that category, avibhav samase tasyapi avyayi sangya bhavati, and purva sutram vadati yasya kasyapi avyayi sangya asti tasmat anantaram tatra supluk bhavati iti purva sutram vadati. Now what happens for the samanya avyaya, supta luk bhavati eva, अत्र इस् अत्र, इट् डस् नाट् बिकम् अत्रम् आर् तत्र अमादेशः न भवति, अत्र रिमेन्स् अत्र, उप इस् अ रिमेन्स् उप, तत्र किमपि न भवति। परन्तु अव्ययीभावसमासे ह्रस्व अकारान्त अव्ययीभावसमासः अस्ति चेत् तत्र सुप्लुक् न भवति, बिकास् इट् इस् निषेधक सूत्रं, न भव न अव्ययीभावात् न किं न साक्षात् पूर्वे किमस्ति सुप्लुक् न। सो इति प्रथमवाक्यं भवति, इति प्रथमवाक्यं लिखितम् अव्ययीभावा अदन्त, बिकास् कीदृश अव्ययीभावात्, इट् इस् नाट् फार् आल् द अव्ययीभावास्, इट् इस् फार् अतः अव्ययीभावात्, अतः इस् अ ह्रस्व अकारान्तरूपी अव्ययीभाव समस्तपदम्। सो इफ् वी हेव् उपनदी दिस् विल् नाट् अप्लै, अमादेशः तत्र न भवति। मे बि देर् इस् सम् अदर् सू, अनेन सूत्रेण नदी इति उपनदी वदामः चेत्, नद्याः समीपे वदामः चेत् तत्र अमादेशः अनेन सूत्रेण न भवितुं शक्नोति, बिकास् इट् सेज् अतः अव्ययीभावात्। सो कीदृश अतः अव्ययी, कीदृश अव्ययीभाव समस्तपदं भवेत्, ह्रस्व अकारान्त् अव्ययीभावसमासः। अतः अत्र प्रथमवाक्ये लिखितम् अत् अधन्त अव्ययीभाव, अधन्त इत्युक्ते ह्रस्व अकारः यस्मिन् सोरि अन्ते यस्य, अधन्त अव्ययीभावात् उत्तरस्य सुप् न लुक् भवति इति एकं वाक्यं, बिकास् पूर्वे तत्र सुप्लुक् उक्तमस्ति, इदानीं तस्य निषेधः अस्ति, निषेधः कुत्र उक्तमस्ति, अव्ययीभावे उक्तमस्ति, अव्ययीभावे सः अपि कीदृश अव्ययीभावः, अधन्त अव्ययीभावः। सो केवलम् अधन्त अव्ययीभावे सुप्लुक् न भवति, सुप्ति सुप्ति किं भवति, सुप् स्थाने अमादेशः भवति, परन्तु अपञ्चम्याः पञ्चमी विहाय, पञ्चमी न भवति अमादेशः, पञ्चमी इत्युक्ते इदानीं तत्र पुनः अत्र ब्रह्मः जायते अस्मिन् सूत्रे, पञ्चमी विभक्त्यां किं करणीयं, सुप्लुक् करणीयं वा न करणीयम्, अथवा अमादेशः करणीयं वा न करणीयम् इति तत्र अनियमः अस्ति अपञ्चम्याः विषये। एतत् सूत्रं सर्वैः अवगतं वा, कार्यं किम् अस्ति अनेन सूत्रेण, परिभाषाविषये त्यजतु इदानीं, सूत्रं किं वदति अवगतं वा सर्वैः, चेतना भगिनी अवगतं वा सूत्रेण किं कार्यम्? आं महोदय, किमस्ति कार्यमाणेन सूत्रेण न अव्ययीभावात् अतः अम् इति तु अपञ्चम्याः इति सूत्रं वदति. अत्र सुप् इति अनुवृत्तिः अस्ति. पूर्वसूत्रे सुप्लुक् इति अस्ति. अत्र उपकृष्णम् इति पदं यः अस्ति तत्र अं श्रूयते. किमर्थमित्युक्ते सुप् लुक् न भवति अत्र. सुप् अम् आदेशः भवति. परन्तु एतत् सूत्रम् अदन्त अव्ययीभावसमासे एव भवति. अपि च पञ्चमी विभक्त्या अत्र पश्यतु उपकृष्ण यदा उपकृष्ण इति पदं समस्तपदं भवति उपकृष्ण इति अव्ययीभावसमासः. उप इति एकपदमस्ति, कृष्ण इति अन्यत् प्रातिपदिकम् अस्ति. कृष्णस्य समीपे इति वदामः चेत् तत्र समीपार्थे उप इति उपसर्गस्य प्रयोगः भवति. सो उपकृष्ण इति इदानीम् अव्ययी भावसमासः अत्र भवति. तेन सूत्रेण अव्ययीभावसमासविधायकसूत्रेण एव अत्र समासः भवति. इदानीम् उपकृष्ण इति यः पदमस्ति सदन्त अभावसमासपदम् अस्ति. अन्ते अत्र ह्रस्वाकारः वर्तते. अतः प्रथमे वदति एतत् सूत्रम्, एतदपि अव्ययीभावसमासस्य अन्तर्गते एव समस्तपदमस्ति. इदानीं वदति यदा वयं दिस् इस् अ प्रातिपदिकं न समासानामपि कृत् तदित् समासाः च प्रातिपदिकम् इति सूत्रमस्ति. कृदन्ताः, तदितान्ताः अपि च समस्तपदं समासः. यत्र समासः भवति तेषां सर्वेषां तत्र किं भवति? प्रातिपदिक इति संज्ञा अस्ति. सो उपकृष्ण इस् अ प्रातिपदिक नाम कृत्तजित् समासः प्रातिपदिकम् इति सूत्रेण. इट् इस् अ प्रातिपदिकम्. ऐ केन् नाट् यूस् भाषायां प्रातिपदिकस्य अथवा धातोः प्रयोगः न भवति. तत्र तु सुप्तिङन्तम् एव पदस्य प्रयोगः करणीयम्. सो फार् मेकिङ्ग् दिस् उपकृष्ण एट् एस् पदं बिकास् दिस् इस् अ प्रातिपदिकं, वाट् विल् ऐ डू? ऐ विल् एड् द सुप्यास्. सो मया तत्र सुप् योजनीयं फार् मेकिङ्ग् इट् अ पद, फार् गिविङ्ग् इट् अ शेप् एस् पदं, बिकास् दिस् इस् अ प्रातिपदिकम्. ऐ केन् नाट् यूस् दिस् उपकृष्ण इन् द भाषा. एण्ड् मया तत्र सुप् प्रत्ययः योजनीयं. तेन एव सुप्तिङन्तं पदम् इति सूत्रेण एतस्य कृते पदसंज्ञा भवति चेदेव भाषायां तस्य प्रयोगः भवितुं शक्नोति. परन्तु 82 अस्ति अव्ययात् आप् सुपः लुक्, यस्य अव्ययीसंज्ञा समस्तपदानाम् अव्ययीसंज्ञा सोरि समस्तपदानाम् अव्ययीभावसमासे यः प्रातिपदिकं निष्पद्यते तस्य अव्ययीसंज्ञा अपि अस्ति. इन् द अव्ययीभावसमास दिस् गेट् इस् एन् अव्ययीसंज्ञा. तद्भिन्नसूत्रम्. सो नौ दिस् इस् एन् अव्ययी प्राति कीदृशप्रातिपदिकमस्ति? अव्ययीसंज्ञकप्रातिपदिकमस्ति. पूर्वसूत्रं वदति अव्ययाद् आप् अपि च सुप् लुक् भवति. सुप्रत्यय शुड् हेपन् अस्य लोपः भवेत्, सुप्रत्ययस्य लोपः भवेत् बिकास् दिस् उपकृष्ण इस् एन् अव्ययीसंज्ञक शब्दः. साक्षात् अनन्तरं महर्षि वदति 83 सूत्रे न अव्ययीभावात् सुप् लुक् न. वाट् इस् पूर्वसूत्रे किमस्ति? अव्ययाद् आप् सुप् लुक्. इदानीं किं भवति? सुप् लुक् सुप् लुक् न अव्ययीभावात् अतः. सो अव्ययीभावात् सुप्रत्ययस्य लोक् न भवति, निषेधः उक्तमस्ति साक्षात् द्वितीयसूत्रे. दिस् इस् आल्सो अव्ययीभाव अन्तर्गते एव एतस्य प्रातिपदिकस्य निर्माणम् अभवत् एण्ड् इट् इस् अन् अतः अव्ययीभावात्. अतः अत्र अनेन सूत्रेण सुप्लुक् न भवति, सुप् तिष्ठति, स विल् रिमेन् ओवर् हियर्. सो वाट् हेपन्स् टु सुप् देन् सेकेण्ड् वि प्रथमे निषेधः न अव्ययीभावात्, अतः अतः अम् भवति. सो सुप्रत्ययस्य सुप्रत्ययस्य यः लुक् न उक्तमस्ति, सुप्रत्ययस्य का गति अत्र? सुप् सर्वेषां सुप्रत्ययानाम् एकमेव आदेशः. वेदर् इट् इस् सु, वेदर् इट् इस् औ, इट् इस् जस्, इट् इस् ता, इट् इस् नी, नसि, किमपि सर्वेषां सुप्रत्ययानाम् एकमेव आदेशः अस्ति, तदस्ति अम् आदेशः. अम् आदेशः चेत् वेन् वि एड् द अम् इन् एनी एनी विभक्ति एनी वचना सर्वत्र अम् एव आगच्छति. सो इट् बिकम्स् उपकृष्णम्. देट् इस् द समस्तपदं, देट् इस् द समस्तपदं पदं भवति इदानीम् उपकृष्णम्. बट् दिस् सूत्र आल्सो सेस् अपञ्चम्याः. अपञ्चम्याः इत्युक्ते इदानीं तत्र ब्रह्म जायते, सुप्लुक् न सुप्लुक् यः न उक्तमस्ति, सुप्लुक् इत्यस्य निषेधस्य पञ्चम्या निषेधः भवति वा अम् आदेशस्य निषेधः अस्ति इति इदानीं पुनः अत्र अपञ्चम्याः विषये अत्र भ्रमः जायते. अपञ्चम पञ्चमी विभक्त्यां किं करणीयं? सुप्लुक् न भवति वा अमादेशः न भवति? द्वयमपि भवति, द्वयमपि भवति. पोसिटिव् डब्शन् न एण्ड् अपञ्चम्याः, न पञ्च अपञ्चम्याः इत्युक्ते न पञ्चम्याः, पञ्चम्याः विभक्त्यां न अ इति अत्रापि अ अस्ति, न इतत्पुरुषसमासः अस्ति. सो तत्र सुप्लुक् इत्यस्य न इति इत्युक्ते सुप्लुक् भवति अथवा अमादेशः न भवति पञ्चमी विभक्त्यां किं करणीयम्? अन्येषां विभक्त्यां प्रथमा द्वितीया तृतीया तत्र तु एतत् अवगतं, तत्र सुप्लुक् न करणीयं, सुप् स्थाने तत्र अमादेशः करणीयं, परन्तु पञ्चमी विभक्ति किं करणीयम् इति तत्र भ्रमः अस्ति. एतदेव भ्रमः अस्मिन् सूत्रे जायते. अवगतं वा सर्वैः? अतः वी विल् यूस् द अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति परिभाषा, तत् आधारीकृत्य एव अत्र परिभाषा इत्युक्ते नियमः आगच्छति. अम् आदेशः न भवति परन्तु लुक् भवति वा? सुप्लुक् न भवति इति तु भवति, अम् आदेशस्य कृते एव निषेधः अस्ति. सुप्लुक् अपि न भवति, सुप्तिष्ठति इत्युक्ते वी हियर् इन् द पञ्चमी विभक्ति, वी हियर् द पञ्चमी अन्तं रूपम् एव तत्र भवति. We don't hear am upakrishnam tatra na bhavati. It becomes upakrishnat. Suptishthati tatra. Tasme supluk na bhavati, tasya krite anvayah nasti. Kevalam amadesha sikrite eva tatra na bhavati. Amadesha na bhavati. Amadesha na bhavati chet supluk. Supti. Tatra supke masti. अकारान्त् प्रातिपदिकमस्ति चेत् आत् इति भवति, तानसि न समीन आत्स्या इति सूत्रेण तत्र आतादेशः भवति. आतादेशः भवति चेत् पञ्चमी विभक्त्यां तत्र तत्र उपकृष्णात् इति पदं भवति, न तु उपकृष्णम्. इदानीं तत्र अपञ्चम्याः इति अव्यवहितरूपेण अम् एव अस्ति. न तु आप्सु न सुप् सो पञ्चमी विभक्त्याम् अमादेशस्य निषेधः अस्ति, न तु सुप्लुक् इत्यस्य निषेधः. सुप्लुक् अपि तत्र न भवति इत्युक्ते तत्त्व भवति कार्यं, परन्तु अम् आदेशस्य न भवति, अम् इति आदेशः न भवति पञ्चमी विभक्ति. अत्रापि अव्यवहितेन अपञ्चम्याः इति पदस्य अव्यवहितरूपेण अम् अस्ति अम्, परन्तु अम् तु अपञ्चम्याः. सो अतः अत्र अपि अनन्तरस्य विधिर् वा प्रतिषेध वा इति अनेन अनया परिभाषया एव वयम् अवगच्छामः यः अपञ्चम्याः तत्र तु इत्युक्ते अत्र इदानीं पश्यतु एकस्मिन् सूत्रे एव तत्र भ्रमः जायते चेत् तत्र अपि एतस्य परिभाषायाः प्रयोगः भवति, बिकास् इट् सेस् अव्यवहितस्य पूर्वस्य एव, न तु व्यवहितस्य पूर्वस्य. सो अत्र निषेधः पञ्चमी निषेधः अस्ति, न पञ्चम्याः. न पञ्चम्याः किम्? अमादेशः न वा सुप्लुक् न? इति अत्र भवति. अत्र एकवारम् अन्तिमपरिच्छेदं पठामः. मञ्जुरी भगिनी दीर्घ भगिनी, यथाशक्ति अस्ति, यथाशक्ति अस्ति, शक्तिम् अनतिक्रम अलि तत्र अदन्तम् अङ्गं नास्ति, अतः सुप् लुक् भवति खलु. यथा शक्ति तावदेव अस्ति, सुप् हा सुप् लुक् भवति तत्र. हा अत्र अदन्तम् अङ्गं नास्ति. अस्तु, न अव्ययी भावात् अतः अपि अस्ति. कीदृश अव्ययी भावात्? अतः अव्ययी करणं कृतम् अस्ति खलु, ह्रस्वकारः एव भवतु इति. अवगतं सत्यं. मञ्जुरी भगिनी रीड् द लास्ट् परिच्छेद भगिनी. अपञ्चम्याः, हा अपञ्चम्याः इत्यनेन अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति पञ्चम्याः अमादेशः इति अमादेशः एव प्रतिषिध्यते, न तु अलुक् पूर्वव्याक्येन वाक्येन विहितः. अतः एव अलुकि सति पञ्चम्याः श्रवणमेव भवति. अनया परिभाषया अव्यवहितस्य पूर्वस्यैव प्रतिषेधः भवति, पूर्वं तु अमादेशः एव वर्तते. न अव्ययीभावात् अतः अमत्वम् अपञ्चम्याः 2.4.83 इति तु शब्देन तु शब्देन अपि अयम् अर्थो लभ्यते. हा तु शब्देन अपि अयम् अर्थः लभ्यते. तु शब्दः नियामकः भवति अमेव पञ्चम्याः इति. किञ्चित् फ्राड् विषयः अस्ति इत्युक्ते पूर्वे एतत् लास्ट् वाक्यं त्यक्त्वा पूर्वे यत् परिच्छेदे लिखितमस्ति तद् अवगतं वा भगिनि? एकवारं वदतु किं लिखितमस्ति. हा अवगतं. तत्र अपञ्चम्याः इत्यनेन पञ्चम्याः अम् आदेशः एव अम् आदेशस्य एव प्रतिषेधः पञ्चमीकेण्ड् भगिनि. अपञ्चमी इति कीदृशपदमस्ति भगिनि? अपञ्चमी विग्रहवाक्यं किं भवति? आम् सत्यम्, इत्युक्ते निषेधः अस्ति पञ्चम्यां, निषेधः अस्ति न पञ्चमी. पञ्चम्याः न उक्तमस्ति. इदानीं तत्र प्रश्नः भवति पञ्चम्यास्य निषेधः अमादेशस्य निषेधः वा अलुक् इत्यस्य निषेधः, न लुक् इति निषेधः. तदेव उक्तं पञ्चम्याः अमादेशः एव प्रतिषिध्यते इत्युक्ते अत्र तु साक्षात् लिखितमस्ति किं भवति, परन्तु ब्रह्मः जायते पञ्चम्याः अमादेशस्य न अमादेशः न पञ्चम्याः अथवा नप्लुक् न पञ्चम्याः पञ्चम्याः डबल् निगेशन् इत्युक्ते सुप्लुक् भवति सुप्लुक् न भवति तत्र आप् श्रूयते अत्र अर्थः अस्ति पञ्चमी विभक्त्याम् अमादेशस्य निषेधः भवति आम् तावदेव अस्ति न तु सुप्लु अलुकितस्य तत्र अपञ्चम्याः इत्यस्य अर्थः अव्यवहितस्य पूर्वस्य सह एव भवति पूर्वेण सह एव अस्ति अन्वयः न तु न सुप्लुक् इत्यस्य सः अन्वयः बिकास् अत्र अपि साक्षात् पूर्वे अव्यवहितपूर्वे तु अम् उक्तमस्ति अनेन सूत्रेण अपि कार्यद्वयम् एकमस्ति सुप्लुक् इत्यस्य निषेधः न सुप्लुक् तत् प्रथमकार्यम् द्वितीयमस्ति सुप्रत्ययस्य अमादेश सो इदानीम् अपञ्चम्याः इत्यनेन अमादेशः न अमादेशस्य निषेधः वा अलुकी निषेधः अस्ति सो अव्यवहितस्य पूर्वस्य एव न तु व्यवहितस्य न इस् फस्ट् नौ अनदर् डिस्कशन् कम्स् देट् why there is two it padam atra tu na am tu apanchamyah sutre tu it padam uktam asti isn't it am tu apanchamyah idanim tatra prashna asti eta tu it padam kimartham maharishina yojitam tasya kopi prabhavah asti va sutre tasya kopi avashyakta asti va इति तस्य विषये दलसार्थक्यं यदा वयं कुर्मः तु पदस्य का कीदृश आवश्यकता अस्ति अतः अन्तिमवाक्ये लिखितं तु शब्देन सूत्रे यः तु शब्दः अस्ति तेन अपि अयम् अर्थो लभ्यते बिकास् इट् सेस् अम् परन्तु अपञ्चम्याः तु इत्युक्ते परन्तु अम् तु अपञ्चम्याः सेयिङ्ग् देट् पाणिनि महर्षि हेस् हिम्सेल्फ् गिवन् द हिण्ट् इन् द शेप् आफ् तु इति पदम् देट् पञ्चम्याः केवलम् अम् इत्यस्य एव निषेधः अस्ति न तु पूर्वे यत् उक्तमस्ति सो तु शब्देन अपि अयम् अर्थः लभ्यते कः अर्थः अव्यवहितस्य विधिः एव अथवा प्रतिषेधः एव अत्र प्रतिषेधः अस्ति न पञ्चम्याः अत्र विधिः नास्ति अत्र निषेधः अस्ति कस्य निषेधः अव्यवहितस्य कस्य सो इट् इस् सेयिङ्ग् देट् indirectly it is saying that asmin sutre asyaha paribhashayaha prayogah na avashyakam kimartham chet atra to sakshat maharishina tu eva padam datam asti tena tu shabdena eva vayam avagachhamah kevalam am vishay am a panchamyah am nishedah asti panchami vibhakti so tu शब्दः बिकम्स् नियामक इत्युक्ते वि डोण्ट् नीड् अ परिभाषा तु शब्दः एव नियामकः भवति न तु कोऽपि परिभाषा आगत्य अत्र नियमः करोति अत्र तु शब्देन नियामकः बट् ओके तु शब्दः अत्र अस्मिन् सूत्रे तु भवति वट् वट् अबौट् अदर् सूत्रास् सो वी केनाट् से देट् दिस् एतस्य परिभाषायाः आवश्यकता एव नास्ति वि केनाट् डिस्कार्ड् दिस् परिभाषा बिकास् अस्मिन् सूत्रे तु इदम् अस्ति तेन नियमः भवति वट् अबौट् एट् द अदर् प्लेसस् वट् विल् वि डू एट् द अदर् प्लेसस् तत्र तु अस्य परिभाषायाः प्रयोगः भवति न अतः आवश्यकता अस्ति यद्यपि अत्र न दृश्यते परन्तु अन्य कुत्रापि तु अस्य यथा अस्माभिः तत्र तृतीय उदाहरणं दृष्टं तत्र तु अस्याः परिभाषायाः प्रयोगः भवति अनेन एव तत्र नियमः भवति अवगतं वा सर्वैः अवगतम् So in the next we will read that second that what is that madhya apvadah anantar purva vidhi vadyantena anantaram so that because see this second you can listen to the recording sura anapumsakasya atra anapumsakasi इत्यनेन तत्र निषेधः अत्रापि निषेधः उक्तमस्ति सो अत्र बहु चर्चा भवति प्रसज्यप्रतिषेधः वा पर्युदासप्रतिषेधः वा तस्य विषये तत्र बहु किमपि अधिकं मया अपि सम्यक्तया अहं तु अवगच्छामि परन्तु सम्यक्तया न अवगतं सो देट् इस् वै वि विल् लीव् दिस् सेकेण्ड् सो बट् देर् आर् टु यू केन् लिसन् टु दीस् रेकार्डिङ्ग्स् दे हेव् डिस्कस्ड् अ लाट् अबौट् दिस् बिकास् अत्र प्रसज्यप्रतिषेधः अपि च पर्युदासप्रतिषेधस्य विषये अधिकचिन्तनमस्ति न तु अस्य परिभाषायाः विषये सो इन् द नेक्स्ट् क्लास् वी विल् टेक् देट् सेकेण्ड् परिभाषा सो रीड् देट् आल्सो कम् लिसन् टु द रेकार्डिङ्ग्स् मे बि यू विल् गेट् अ बेटर् ऐडिया देन् द यू केन् अण्डर्स्टाण्ड् द थिङ्ग्स् इन् अ बेटर् वे अण्ड् यू केन् आल्सो हेल्प् मी बिकास् वयं तत्र मिलित्वा एव पठामः किं भगिनि प्रतिषेधविषये अपि इत्युक्ते निमित्तस्य विषये वदति वा देर् इस् अ लाट् आफ़् डिस्कशन् अबौट् पर्युदास एण्ड् प्रसज्य सो अहमपि तत्र सम्यक्तया तस्य विषये न जानामि भगिनि I am also searching for those things, but itopi tatra kinchit spashtata avashakam, avashaki asti. So, idanim to, samaya habavat, shanti mantram patam. Om purnamadah purnamidam purnamas purnamudachate purnasya purnamadaya purnamiva avashishyatme. ॐ शान्ति शान्ति शान्तिः हरि ओम् श्रीगुरुभ्यो नमः धन्यवादः नमस्कारः धन्यवादः महोदय